अस्तु, तर्हि अस्माकं नूतननायवर्गे सर्वेषां स्वागतम्। इदानीम् अस्माकं प्रसङ्गः अस्ति स्नेहः इति गुणः। तत्र गुरुत्वम् इति गुणः पूर्वं दृष्टवन्तः, तदनन्तरं द्रवत्वं, तस्मिन् विषये इदानीं स्नेहः इत्यस्य पठनं प्रवर्तमानमस्ति अस्माकं। तत्र चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः इति दृष्टवन्तः। तर्हि इदानीं पिण्डीभावस्य प्रसङ्गे किञ्चित् दृष्टवन्तः गतकक्षायां, तस्मात् अग्रे सरेम, इत्युक्ते च्वी प्रत्ययः इत्यस्मात् आरम्भं पठनारम्भं कुर्मः। तर्हि तत्पूर्वम् एतावत्पर्यन्तं प्रश्नः अस्ति वा कश्चन? अस्तु, तर्हि एतद् नूतनकरपत्रमेव किल, स्नेहस्य प्रत्यक्षग्राह्यत्वं पिण्डीभावप्रसङ्गः इति? हा, इत्युक्ते तदेव गतकक्षायामपि पठितवन्तः खलु? न, वयम् पूर्व एक करपत्रम् आसीत् किल, एकं करपत्रं, तदेव पठितवन्तः, एतद् न आरब्धवन्तः। दीर्घकरपत्रं किल, एतदेव दीर्घकरपत्रम् अस्ति किल, वयम् एतद् न पठितवन्तः, एतत् पूर्वम् एकं करपत्रम् आसीत्, अन्वयव्यतिरेकाभ्यां पिण्डीभावकारणस्य स्नेहस्य जलमात्रमित्यस्य, किञ्चित् लघु आसीत्, तदेव वयं पठितवन्तः। अस्तु अस्तु, तर्हि एतस्मात् करपत्रात् एव आरम्भं कुर्मः। तर्हि स्नेहस्य प्रत्यक्षग्राह्यत्वं पिण्डीभावप्रसङ्गे च इति, तर्हि भगिनी भवती एव आरम्भं करोति वा? स्नेहस्य प्रत्यक्षग्राह्यत्वं पिण्डीभावप्रसङ्गे च प्रश्नः उदेति यत् स्नेहनामकगुणो गृह्यते इन्द्रियैः, यद्यपि विद्याधर्यां लिखितमस्ति स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः, चक्षुषा त्वचा वा अवधानविशेषे अपि एकाग्र्ये अपि न स्नेहः गृह्यते इति पिण्डीभाव रूपकार्यविशेषेण सह अनुमातव्यः भवति। यद्यपि विद्याधर्याम् एवं लिखितमस्ति, तदापि न्यायशास्त्रसम्बन्धप्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं नास्ति। ग्रन्थेषु स्नेहः इन्द्रियग्राह्यः इति उक्तं सर्वत्र। अत्र दत्तमस्ति यत् स्नेहनामकगुणः इन्द्रियैः ग्राह्यते वा न वा इति प्रश्नः, यत् विद्याधर्यामपि लिखितमस्ति। तत्र विद्याधर्यां तु दत्तमस्ति यत् स्नेहः चक्षुरादिभिः इन्द्रियैः न ज्ञातुं शक्यः, इत्युक्ते तस्य प्रत्यक्षग्राह्यत्वं नास्ति इति। त्वचा वा अवधानविशेषे अपि एकाग्रे अपि न स्नेहः गृह्यते, तत्र दत्तम् एतदपि दत्तमस्ति यद् चक्षुषा वा त्वचा वा एकाग्रे अपि एकाग्रिभावेन अपि स्नेहः वयं ज्ञातुं न शक्यते, तस्य ग्रहणं न भवति इति। पिण्डीभावरूपकार्यविशेषेण सह इत्युक्ते यद् पिण्डीभावम् इति भवति चेदेव तस्य अनुमानं वयं कर्तुं शक्नुमः, स्नेहः इति गुणः तत्र अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः इति। एतत्तु विद्याधर्यां लिखितमस्ति, तदापि न्यायशास्त्रसम्बन्धप्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं नास्ति, ग्रन्थेषु स्नेहः इन्द्रियग्राह्यः इति उक्तं सर्वत्र। इत्युक्ते यदा अन्य न्यायशास्त्रसम्बन्धपुस्तकः अस्ति, ग्रन्थः अस्ति, तत्र तु स्नेहः इति इन्द्रियग्राह्यगुणः इत्येव उक्तमस्ति, अतीन्द्रियं नास्ति इति तत्र तेषां मतं तदस्ति. अग्रे भगिनि. सङ्ख्यादि सङ्ख्यादिर् अपरत्वन्तो द्रवत्वं स्नेह एव च, एते तु द्वि इन्द्रियग्राह्याः. एतद् कारिकावली इति ग्रन्थेन स्वीकृतवाक्यम् अस्ति. सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः परत्वम् अपरत्वम् इति यावत् तदा द्रवत्वं स्नेहः च, एते गुणाः द्वीन्द्रियग्राह्याः. एते गृह्यन्ते चक्षुषा त्वचा च. दिनकरी इति टीकायां च दत्तम् अस्ति यत् सङ्ख्यादि सङ्ख्यादिः अपरत्वन्तो द्रवत्वं स्नेहः एव च इति मूले स्नेहपदं वेगस्यापि उपलक्षकम्. स्नेहशब्देन वेगो अपि उपलक्षणीयः. तर्हि अनेन स्पष्टं भवति यत् प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वीन्द्रियग्राह्याः. प्राचीनग्रन्थेषु नवीनग्रन्थेषु च अयमेव सिद्धान्तः. अतः विद्याधर्यां स्नेहस्य अतीन्द्रियत्वं ग्रन्थकारस्य स्वकीयमतम् इति भाति. नाम अत्र विद्याधर्यां मतभेदः प्रकटः अस्ति. अत्र यदा दत्तमस्ति सङ्ख्यापरिमाणं पृथक्त्वं संयोगः विभागः परत्वम् अपरत्वम् इति गुणः तु इति यावत् तदा द्रवत्वं स्नेहः अपि द्वीन्द्रियग्राह्यः. यदा एते गुणाः अपि द्वीन्द्रियग्राह्यः तादृशमेव द्रवत्वं स्नेहः अपि द्वीन्द्रियग्राह्याः. स्नेहः द्वीन्द्रियग्राह्याः द्वीन्द्रियग्राह्याः इत्युक्ते चक्षुषा त्वचा तद् गृह्यन्ते इति. दिनकरी इति टीकायां दत्तम् अस्ति सङ्ख्यादि अपरत्वन्तौ द्रवत्वं स्नेहः एव च इति मूले स्नेहपदं वेगस्यापि उपलक्षकम् इत्युक्ते यदा सङ्ख्या परिमाणं पृथक्त्वम् इति आदि स्नेहः एव च इति यदा दत्तमस्ति तत्र वेगस्यापि उल्लेखनम् अस्ति इति एव किल. हा इत्युक्ते स्नेहः वेगः इति तत्र संस्कारः इति दृष्टवन्तः खलु, तस्य अपि उपलक्षणम् इति तत्र दत्तमस्ति. तर्हि इत्यनेन इत्युक्ते तस्य विषये अधिकम् इदानीं मास्तु, यतोहि प्रायः संस्कारस्य विषये यदा वयं पठेम तदा तत्सर्वम् आगच्छति इति चिन्तयामि. परन्तु अन्ततो गत्वा तत्र पर्यवसितं यत् स्नेहः इति अतीन्द्रियगुणः नास्ति परन्तु इन्द्रियग्राह्यगुणः एव. यत् अतीन्द्रियत्वम् इति स्नेहस्य विषये दत्तमस्ति पुस्तके, तत्तु पुस्तकविरचित तत्र तस्याः क्षम्यतां तस्य मतं, न तु न्यायशास्त्रमूलग्रन्थे तादृशमतभेदः नास्ति इति इत्येव वार्ता अत्र. तर्हि अग्रे पठतु भगिनि. सिद्धान्ति सामान्यन्यायशास्त्रे स्नेहः चक्षुषा दृश्यते त्वचा च स्पृश्यते, अयं स्नेहश्च जलमात्रवृत्तिः. इदानीं सिद्धान्तिनः वदन्ति यत् स्नेहः इति सामान्य शास्त्रे तु तत्तु चक्षुषा अपि त्वचा अपि वयं ज्ञातुं शक्नुमः. स्नेहः तु जलमात्रवृत्तित्वम् इत्युक्ते तस्य वृत्तित्वं जलमात्रे एव अस्ति इति. प्रतिपक्षी वदति अत्र स्वाभाविकप्रश्नः उदेति यत् जले किं दृश्यते यत् स्नेहनामकं स्यात्. प्रतिपक्षिणः मतमस्ति यत् जले किं दृश्यते इत्युक्ते यदा वयं उक्तवन्तः चक्षुषा दृश्यते त्वचा च स्पृश्यते इति, तत्र वयं स्नेहः नामकगुणः जले कथं ज्ञातुं शक्नुमः स्नेहनामकगुणः अस्ति इति प्रतिपक्षिणः वादम् अस्ति. सिद्धान्ति इदानीं वदति यथा घटे घटत्वं दृश्यते घटत्वम् अस्माभिः अनुभूयते. यदि घटे घटत्वं न गृह्यते तर्हि घटान्तरं दृष्टे सति कथं वा ज्ञायते अयं घटः इति. अनेन प्रमाणमस्ति यत् घटत्वम् इन्द्रियैः गृह्यते. तथैव च द्रवत्वं चक्षुषा दृश्यते. किञ्चन जलं न स्रवति चेदपि तस्य दर्शनेन ज्ञायते यत् इदं जलं द्रवं. सम्यक् परीक्षणं भवति पशूनां द्वारा. यतोहि पशुः परिशीलनशाली नास्ति. पशुः किमपि जानाति चेत् आधिक्येन इन्द्रियैः जानाति न तु अनुमानेन. कुक्कुरः सरोवरं दृष्ट्वा जानाति यत् स्वस्य पादं सरोवरे स्थितस्य जलस्य उपरि स्थापयितुं न शक्यते. किमर्थम् इति चेत् सरोवरं दृष्ट्वा जानाति यत् सरोवरे यत् जलमस्ति तद् द्रवं. भाषाज्ञानं नास्ति तस्य, किन्तु इदं जलं घनरूपं नास्ति, मम पादः तस्य उपरि स्थापयितुं न शक्नोमि इति जानाति सः. कुक्कुरः न अवगच्छति यत् जले द्रवत्वनामकगुणः अस्ति. साधारणजनः अपि न जानन्ति. किन्तु यदा साधारणजनः कुक्कुरः अपि अवगच्छति यत् इदं जलं द्रवं. द्रवे द्रवत्वम् इति केवलं शास्त्रीयशैलीः विचारः, किन्तु सः एव समानः. अतः द्रवं प्रत्यक्षं, द्रवत्वं तथैव प्रत्यक्षं, द्रवत्वमपि तथैव प्रत्यक्षम्. इदानीं सिद्धान्ती समाधानरूपेण वदति यत् घटे तु वयं घटत्वं यथा घटे घटत्वं दृश्यते इत्युक्ते यदा प्रतिपक्षी वदति स्नेहनामकगुणं जले दृश्यते वा न वा इति, यदा घटे वयं घटत्वम् इति दृश्यते इत्युक्ते वयम् अनुमानं कर्तुम् अनुभवेन वयं वक्तुं शक्नुमः घटत्वम् इति, तादृशमेव इति. इत्युक्ते यदि घटे घटत्वं न गृह्यते तर्हि घटान्तरं दृष्टे सति कथं. वयं तु अयं घटः इति कथं वक्तुं शक्नुमः इत्युक्ते घटत्वेन वयं वक्तुं शक्नुमः. यदि वयं घटे घटत्वं न गृह्यते तर्हि वयं कथं वक्तुं शक्नुमः एतद् घटः इति, एषः घटः इति. इत्युक्ते प्रमाणं घटत्वं, आं घटत्वं तु इन्द्रियैः गृह्यते तादृशमेव. इत्युक्ते तत्र प्रथमम् एकं घटं पश्यामः चेत् तस्मिन् विद्यमानं घटत्वम् अपि अवगच्छामः, नो चेत् नूतनघटः यदा अस्माकं पुरतः अस्ति तद्दृष्ट्वा तदपि घटः सः सापि घटः इति ज्ञानं न भवति यदा घटत्वं न अवगच्छामः चेत् इति. तत्र यदा घटज्ञानं भवति तदा घटत्वज्ञानमपि भवति. तद्वत् तदपि चक्षुषा गृह्यते खलु, तद्रूपलक्षणे वयं दृष्टवन्तः. तत्र गुणः, गुणे विद्यमानगुणत्वं द्वयमपि तत्र समान इन्द्रियेण तस्य ग्रहणं भवति इति. यदा रूपस्य चक्षुषा ग्रहणं भवति तदा रूपत्वस्यापि भवति इति. तद्वत् इदानीं द्रवत्वस्यापि चक्षुषा भवति इति अस्ति. तर्हि यतोहि तत्र अग्रे वदतु भगिनि, तत्र कुक्कुरः इति अस्ति खलु. अत्र उदाहरणरूपेण दत्तमस्ति यदा पशुः अस्ति चेत् तत्र तु तस्य तु अनुमानप्रसङ्गः नास्ति. आधिक्येन इन्द्रियैः एव सः जानाति यत् किमपि अस्ति इति. यदा कुक्कुरः सरोवरं पश्यति चेत् स्वस्य पादं सरोवरस्य उपरि स्थापयति चेत् तत्र तस्य जलस्य उपरि स्थापयितुं न शक्नोति इति तत्तु जानाति एव. किमर्थम् इत्युक्ते सरोवरं दृष्ट्वा सः अवगच्छति एतत् जलं द्रवम् अस्ति इति. सः स्वयमेव तस्य ज्ञानं भवति इति. भाषाज्ञानं नास्ति चेदपि इदं जलं घनरूपं नास्ति मम तस्य उपरि अहं पादं स्थापयामः चेत् स्थापयितुं नैव शक्नोमि इति सः अवगच्छति. तस्य तु अवगमनं जलं जले द्रवत्वनामकगुणः इति तु तस्य किमपि विशेषम् अवगमनं नास्ति. परन्तु यदा जलस्य उपरि स्थापयामः चेत् न शक्नोमि इति एव सः स्वयमेव जानाति. यदा साधारणजनाः अपि अवगच्छन्ति इति द्रवे क्षम्यतां द्रवे द्रवत्वम् इति केवलं शास्त्रीयशैलीः विचारः, किन्तु सः एव समानः. आम्, यदा वयं शास्त्रीयशैल्याम् इत्युक्ते न्यायशास्त्रे यदा वदामः द्रवे द्रवत्वम् अस्ति इति, परन्तु कुक्कुरः तु स्वयमेव जानाति जले अहं पादं स्थापयितुं न शक्नुमः इति. द्रवम् अतः द्रवं प्रत्यक्षं, द्रवत्वं तथैव प्रत्यक्षम्. आम्, सम्यक्. अग्रे शुकोनमहोदय भवान् पठति वा? हा भगिनि. अन्यच्च अनुभवस्य बलेन अपि कुक्कुरः जानाति. एकवारं पादं जले संस्थाप्य अनुभवति यत् पादः जलस्य उपरि न तिष्ठति. तदाधारेण अग्रे गत्वा अग्रिमवारं यथा सरोवरस्य पार्श्वे आगच्छति सः स्मरति किमभवत् पूर्वं. पूर्वतनसंस्कारद्वारा अपि प्रत्यक्षज्ञानम् उत्पद्यते. इदानीं प्रथमवारं कुक्कुरः वा साधारणजनः वा जलस्य समीपे गत्वा तस्मिन् द्रवत्वं नास्ति इति, तस्मिन् द्रवत्वम् अस्ति इति अगृहीत्वा पादं तस्मिन् स्थापयति चेत् सः जानाति इदानीं साक्षात् त्वचा सः जानाति जले द्रवत्वम् अस्ति इति. इदानीं संस्कारः तस्मिन् जायते. इदानीं द्वितीयवारं सः जलस्य पार्श्वे गच्छति चेत् पूर्वतनसंस्कारद्वारेण इदानीं सः अवगन्तुं शक्यते, चक्षुषा एव अवगन्तुं शक्यते तत्र द्रवत्वम् अस्ति इति कृत्वा तस्मिन् पादं न स्थापनीयम् इति अनेन ज्ञायते. अतः प्रत्यक्षेनापि चक्षुषा अपि ज्ञातुं शक्यते, त्वचा अपि ज्ञातुं शक्यते. प्रत्यक्षज्ञानं द्रवे द्रवत्वम् अस्ति इति ज्ञानम् उत्पादयितुं शक्यते इति पर्यवसति. अग्रे महोदय. घटान्तरं दृष्टे सति अभिज्ञातं भवति अयं घटः, यतोहि अस्मिन् विद्यमानं घटत्वम् अनुभूयते. अयं मनुष्यः, इदं पुस्तकं, कथं जानीमः एतत् सर्वं? नवीनं पुस्तकं दृष्ट्वा जानीमः इदं पुस्तकमिति, कथं ज्ञायते? पुस्तकत्वं गृहीतम् अस्ति अस्माभिः. स्रवज्जलं दृष्ट्वा ज्ञायते इदं जलं द्रवं. जलं न सरति चेदपि दर्शनेन ज्ञायते अस्मिन् द्रवत्वम् अस्ति. अत्र प्रश्नः उदेति, इदं द्रवत्वम् अनुमितं वा प्रत्यक्षं वा? उत्तरं भवति, अनुमानमपि भवति किन्तु प्रत्यक्षमपि भवति. अत्र अस्मिन् परिच्छेदे दत्तमस्ति, तत्र यदा वयं घटः पश्यामः चेत् तस्मिन् विद्यमानजातिं द्रवत्वं घटत्वम् अपि तस्मिन् समये एव अस्माभिः ज्ञायते इति कृत्वा एव द्वितीयं घटं यदा अस्माभिः दृश्यते तदा तदपि घटम् इति घटः एषः अपि घटः इति ज्ञानं प्राप्तुं शक्यते. यदा घटत्वम् अस्माभिः न ज्ञायते चेत् नूतनघटं दृष्ट्वा तत् अयं घटः इति ज्ञानं यदा कदापि न उत्पद्यते इति कृत्वा जातिः अपि द्रव्येण सह ज्ञातुं शक्यते प्रत्यक्षेन इति पर्यवसति. एवमेव स्रवत् जलं दृष्ट्वा जलं स्रवत् अस्ति तद्दृष्ट्वा तस्मिन् द्रवत्वम् अस्ति इति यदा एकवारं ज्ञानं जायते तदनन्तरं जलं स्रवत् नास्ति एकस्मिन् स्थले एव तिष्ठति तथापि तस्मिन् द्रवत्वम् अस्ति यद्यपि न जलं न स्रवति तथापि जले द्रवत्वम् अस्ति इति वयं ज्ञातुं शक्यते. कथम् इति चेत् अनुमानेन तस्मिन् द्रवत्वं जले द्रवत्वम् अस्ति इति ज्ञातुं शक्यते इति कृत्वा अन्ततो गत्वा किं पर्यवसति इत्युक्ते चक्षुषा त्वचा अपि च अनुमानेन द्रवत्वं ज्ञातुं शक्यते इति पर्यवसति. अग्रे महोदय. एवमेव पिण्डीभावं दृष्ट्वा अस्मिन् जले स्नेहः स्यात् इति अनुमानं तु भवति किन्तु स्नेहस्य साक्षात् प्रत्यक्षम् अपि भवति. अनुमानं तु सर्वथा एव प्राप्तं वर्तते. सर्वदा इति भवेत् किल भगिनि? हा सत्यं. हा सर्वदा एव प्राप्तं वर्तते. यस्य प्रत्यक्षं भवति तत्र अनुमानं न भवति इति नास्ति. रूपस्यापि अनुमानं कर्तुं शक्यते. अत्र रूपमस्ति इत्यस्य किं प्रमाणम्? अहं पश्यामि इति प्रमाणम्. अतः एव पश्यामि यतोहि तत्र रूपमस्ति इति अनुमानम्. पिण्डीभावः वर्तते अतः अनेन ज्ञायते प्रत्यक्षेण यत् स्नेहः अस्ति इति अनुमानं न तु स्नेहस्य प्रत्यक्षम्. वस्तुतस्तु जलं दृष्ट्वा अत्र स्नेहः अस्ति इति जानीमः. यया रीत्या रूपं दृश्यते द्रवत्वं दृश्यते च अनया एव रीत्या स्नेहः अपि दृश्यते. द्रवीभूते जले एव स्नेहः भवति इति प्रत्यक्षम्. इदानीम् अत्र तर्कः किञ्चित् भिन्नः अस्ति. अनुमानेन यत् ज्ञायते तत् प्रत्यक्षेन ज्ञातुं शक्यते वा न वा इति पृष्टे सति यत् यस्य ज्ञानम् अनुमानेन भवति तस्य ज्ञानं प्रत्यक्षेनापि भवितुम् अर्हति. तत्र अनुमानेन ज्ञायते चेत् प्रत्यक्षेन न ज्ञातुं शक्यते इति नियमः किमपि नास्ति इति दत्तमस्ति. यस्य प्रत्यक्षं भवति तत्र तु अनुमानं भवति इति नास्ति, न भवति इति नास्ति. रूपस्य अनुमानं कर्तुं शक्यते. कथम्? अत्र रूपमस्ति इत्यस्य किं प्रमाणम्? अहं पश्यामि इति प्रमाणम्. अहं साक्षात् रूपं पश्यामि अतः अहं पश्यामि इति रूपस्य प्रमाणं भवति. अतः एव पश्यामि यतोहि तत्र रूपमस्ति इति अनुमानम्. इदानीं यदा मया दृश्यते तदा अनुमानमपि कर्तुं शक्यते. कीदृश अनुमानम् इत्युक्ते अहं पश्यामि किमर्थम् अतः तत्र रूपमस्ति इत्यपि अनुमानं कर्तुं शक्यते इति अस्ति. रूपं नास्ति चेत् मया द्रष्टुं न शक्यते इति कृत्वा यदा अहं पश्यामि तथा तत्र रूपम् अस्ति इति तत्रापि अनुमानं कर्तुं शक्यते तदा रीत्या पिण्डीभावः वर्तते, अतः अनेन ज्ञायते प्रत्यक्षेन यत् स्नेहः अस्ति इति अनुमानं, न तु स्नेहस्य प्रत्यक्षम्। अत्र किं दत्तमस्ति, पिण्डीभावः वर्तते अतः अनेन ज्ञायते प्रत्यक्षेण यत् स्नेहः अस्ति इति अनुमानं, न अनुमानं न तु स्नेहस्य प्रत्यक्षम् इति प्रायः पूर्वपक्षी वदति वा अत्र? न सिद्धान्ति एव वदति, सः वदति यत् इदानीं पिण्ड महोदय किञ्चित् म्यूट् करोति वा तत्र, हा प्रतिध्वनिः आगच्छति, हा इदानीं नास्ति, सम्यक्। तर्हि पिण्डीभावः इत्युक्ते यथा भवान् उक्तवान् तत्र यस्य ज्ञानं प्रत्यक्षेन भवति तस्य अनुमानमपि भवितुम् अर्हति, इत्युक्ते यदा जलं पश्यामः चेत् तत्र द्रवत्वं साक्षात् तस्य ज्ञानं भवति, तद्वत् स्नेहस्यापि भवति। परन्तु यदा पिण्डीभावः पश्यामः तदा तत्र पिण्डीभावः अस्ति इति कृत्वा अनेन तत्र प्रत्यक्षेन इत्युक्ते तत्र प्रत्यक्षेन पिण्डीभावः पश्यामः, तादृशप्रत्यक्षज्ञानेन अनुमानं कर्तुं शक्नुमः यत् तत्र जलमासीत्, जले स्नेहः आसीत्, तेन पिण्डीभावः जातः इति तत्र अनुमानेन स्नेहस्य ज्ञानं, न तु प्रत्यक्षेन स्नेहस्य ज्ञानम्। जलमस्ति चेत् जलं दृष्ट्वा साक्षात् वयं वक्तुं शक्नुमः तत्र स्नेहः अस्ति इति, परन्तु यदा पिण्डीभावः पश्यामः तत्र अनुमीयते, न तु प्रत्यक्षेन ज्ञानं भवति इति। हा इत्युक्ते अत्र अस्मिन् वाक्ये पिण्डीभावः प्रत्यक्षेन ज्ञायते, तेन तस्मिन् स्नेहः वर्तते इति अनुमातुं शक्यते इति यत्र द्रवीभूतं जलमस्ति चेत् तत्र साक्षात् एव इत्युक्ते प्रत्यक्षेन ज्ञातुं शक्नुमः स्नेहः अस्ति इति, परन्तु पिण्डीभावः पश्यामः चेत् तत्र अनुमीयते इति। आम्, किन्तु अग्रिमवाक्यं वस्तुतस्तु जलं दृष्ट्वा अत्र स्नेहः अस्ति इति जानीमः इति दत्तमस्ति, अतः एव मम तत्र अन्तिमवाक्यमपि अस्ति खलु, द्रवीभूते जले इत्युक्ते साक्षात् जलम् अस्ति चेत् तत्र प्रत्यक्षज्ञानं भवति, परन्तु पिण्डीभावः यदा पश्यामः तत्र जलं न पश्यामः परन्तु पिण्डीभावः एव पश्यामः इति कृत्वा तत्र साक्षात् न जानीमः इति। ओ अस्तु, इत्युक्ते तत्र जलं साक्षात् जलं पश्यामश्चेत् तत्र प्रत्यक्षेन स्नेहः अस्ति इति ज्ञातुं शक्यते, किन्तु यदा जलं चूर्णेन मिश्रणं कृत्वा पिण्डीभावः जातमस्ति, यदा पिण्डीभावः एव दृश्यते तस्मिन् स्नेहः तस्मिन् मिश्रितजले स्नेहः अस्ति इति अनुमातुमेव शक्यते इति। सत्यम्। अस्तु, अग्रे पठतु महोदय। कोऽपि मनुष्यः एकं लघुबालकं सूचयति यत् इदं शुक्लरूपम्, इदं नीलरूपम् इत्यादिकम्, अनेन बालकः अवगच्छति यत् कस्य कस्य रूपस्य नामकरणं किमिति। आरम्भे तथा भवति, तदा अग्रे गत्वा यत्र यत्र शुक्लरूपं वर्तते तत्र तत्र चक्षुषा दृष्ट्वा ज्ञायते यत् इदं शुक्लरूपमिति। तथैव जले स्नेहः भवति, तस्य च इदं कार्यमस्ति इति कोऽपि अस्मान् बाल्यकाले सूचयति। एकवारम् अन्यद्वारा ज्ञात्वा प्रतिवारं जलं दृष्ट्वा वयं वक्तुं शक्नुमः अत्र स्नेहः अस्ति इति। अत्र अस्मिन् परिच्छेदे दत्तमस्ति शाब्दबोधकमपि भवितुम् अर्हति स्नेहस्य इति। पूर्वस्मिन् परिच्छेदद्वयौ प्रत्यक्षेन इति चेत् तत्र चक्षुषा अपि च त्वचा, पुनः अनुमानेन अपि ज्ञातुं शक्यते। अस्मिन् परिच्छेदे शब्देनापि द्रवत्वं स्नेहाख्यगुणः अस्ति इति ज्ञातुं शक्यते। कथम् इति चेत् लघुबालकः अस्ति, तस्य ज्ञानम् एतत् शुक्लम् एतत् नीलम् इति ज्ञानं पूर्वं नास्ति, कोऽपि ज्येष्ठः तस्मिन् वदति एतत् शुक्लम् एतत् नीलम् इति प्रथमवारं वदति, तदनन्तरं अन्यस्थले शुक्लं वा नीलं वा दृष्ट्वा बालकेन वक्तुं शक्यते एतत् इदं नीलम् इदं शुक्लम् इति. तादृशं प्रथमवारं जले स्नेहः अस्ति इति ज्येष्ठेन शब्देन ज्ञात्वा अस्माभिः अवगन्तुम् अस्माभिः द्वितीयवारं वा तदनन्तरं वा वक्तुं शक्यते अस्मिन् जले स्नेहार्क्यगुणः अस्ति इति चेत् तत्र शाब्देन अपि स्नेहस्य ज्ञानं भवितुम् अर्हति इति. अग्रे महोदय. इदानीं प्रतिपक्षी जलीयपरमाणुषु द्रवत्वं वर्तते, तैः च यदा जलीयपरमाणुभिः करका भवति तदा द्रवत्वं न अनुभूयते इति कृत्वा प्रश्नः उदेति, किमर्थं किञ्चन अदृष्टं प्रतिबन्धकमस्ति इति वक्तव्यम्? यया रीत्या जले स्नेहः इति कोऽपि अस्मान् सूचितवान् तया रीत्या अस्यां करकायां द्रवत्वं प्रति किञ्चन प्रतिबन्धकमस्ति इति कोऽपि अस्मान् सूचितवान्, तद् ज्ञात्वा किन्तु तन्न दृश्यते चक्षुषा इति कृत्वा अदृष्टम् इति उच्यते, तर्हि तत्र अदृष्टम् इति उच्यते किन्तु अत्र स्नेहः इत्यस्य साक्षात् नामकरणं जातम्, अत्र अदृष्टमिति न उच्यते इति. इदानीं प्रतिपक्षी अन्यत् उदाहरणं स्वीकृत्य स्नेहस्य प्रत्यक्षत्वं नास्ति इति स्थापयति. तत् कथम् इत्युक्ते जलीयपरमाणुषु द्रवत्वं वर्तते, तैः च यदा जलीयपरमाणुभिः करका भवति तदा द्रवत्वं न अनुभूयते इति कृत्वा प्रश्नः उदेति, किमर्थं किञ्चन अदृष्टं प्रतिबन्धकमस्ति इति वक्तव्यम्. तत्र जलीयपरमाणुषु परमाणुषु अपि द्रवत्वं वर्तते, किन्तु यदा जलं करका भवति हिमं भवति तस्मिन् हिमे द्रवत्वं न अस्माभिः न अनुभूयते, तत् किमर्थम् इत्युक्ते तत्र अदृष्टम् इति किमपि प्रतिबन्धकम् अस्ति इति कृत्वा करकायां द्रवत्वम् अस्माभिः न अनुभूयते इति न्यायशास्त्रे तर्कः वर्तते. तादृशं तत्र तु अदृष्टम् इति प्रतिबन्धकम् अस्ति इति कृत्वा करकायां द्रवत्वम् अस्माभिः न अनुभूयते इति वदामश्चेत् जले स्नेहः अस्ति इति प्रत्यक्षेन कथं वा ज्ञातुं शक्यते? करकायां द्रवत्वं नास्ति अदृष्टम् इति प्रतिबन्धकेन, किन्तु जले द्रवत्वं जले स्नेहत्वम् अस्ति इति नास्तु, अत्र स्नेहत्वस्य विषयः नास्ति, विषयं नास्ति, जले द्रवत्वम् अस्ति इति कथं वा इति न महोदय अत्र न अत्र यया रीत्या तत्र करकायाम् अदृष्टम् इति उक्त्वा प्रतिबन्धः इति प्रतिबन्धकम् अभवत् इति वदामः, तया एव रीत्या अदृष्टम् इति न किमर्थं न वदामः, परन्तु स्नेहाख्यगुणः अस्ति इति किमर्थं वदामः इति प्रश्नः अस्ति. इदानीम्। ओ किमर्थं स्नेहः इति नूतनगुणः अङ्गीकर्तव्यम् इति प्रश्नः पृच्छति प्रतिपक्षिणा। केवलम् अदृष्टम् इति प्रतिबन्धकः तस्मिन् अस्ति इति किमर्थं न स्वीकृतं पिण्डीभावे इति। हा यया रीत्या करकायां प्रतिबन्धः प्रतिबन्धकम् इति स्वीकृतं तया एव रीत्या किमर्थम् अत्रापि न कुर्मः इति प्रश्नः। अत्र अत्रापि इत्युक्ते पिण्डीभावे इति पिण्डीभावे इति सत्यम्। अस्तु सुनील् महोदय भवान् पठति वा अग्रे। सिद्धान्ति उत्तरम् अस्ति यत् करगास्थले कारणम् अस्ति किन्तु कार्यं न जायते, तर्हि किमपि प्रतिबन्धकम् अस्ति इति अस्माभिः ज्ञायते। तद्दृष्टप्रतिबन्धकं तददृष्टप्रतिबन्धकं नास्ति इति कृत्वा अदृष्टप्रतिबन्धः। किन्तु स्नेहः यत् तथा नास्ति, स्नेहः इति साक्षात् प्रत्यक्षम् अस्ति, चक्षुषाच्च त्वचा च गृह्यते। अतः सिद्धान्ती इदानीम् उत्तरं वदति, करगास्थले अत्र कारणम् अस्ति परन्तु तत्र कार्यं न नास्ति। परन्तु अत्र कारणमस्ति इत्युक्ते किम्? कारणमिति स्नेहः न न न तत्र द्रवत्वं खलु, यद्यपि जलीयपरमाणुषु द्रवत्वम् अस्ति परन्तु करकायां तत्र द्रवत्वं नास्ति इति कृत्वा तत्र कारणम् इति द्रवत्वम् अस्ति तत्र परमाणुस्तरे, परन्तु द्वैयणुकारभ्य तत्र कार्यं नास्ति इत्युक्ते द्वैयणुके द्रवत्वं नास्ति, यद्यपि परमाणुषु द्रवत्वम् अस्ति परन्तु इति कृत्वा तत्र किमपि अन्यत् वक्तव्यमासीत्, अदृष्टम् इति स्वीकृतवन्तः यतोहि तत्र कार्यं न जातं, किमपि प्रतिबन्धकम् आसीत्। परन्तु अत्र तु स्नेहः तथा नास्ति, यतोहि स्नेहः तु चक्षुषा, यथा शुकानमहोदय पूर्वम् उक्तवान्, चक्षुषा अपि च त्वचा साक्षात् गृह्यते इति कृत्वा तत्र अदृष्टम् इति नास्ति अत्र। अत्र प्रतिबन्धकम् अस्ति, तद् दृष्टप्रतिबन्धकं नास्ति, अतः अत्र अदृष्टप्रतिबन्धकम् अस्ति। परन्तु अत्र स्नेहः एतादृशं नास्ति, तत्र प्रत्यक्षमस्ति, चक्षुषा च त्वचा च गृह्यते। सत्यम्। अग्रे महोदय। अन्यच्च करकायाः द्रवत्वाभावप्रसङ्गे विद्याधर्यां प्रतिबन्धात् अदृष्टविशेषात् इति उक्तम्। अदृष्टविशेषात् नाम धर्मविशेषात् अधर्मविशेषात् वा? अदृष्टं नाम यत्किमपि न दृश्यते इति न। करकाद्वारा कस्यचित् हानिः जायते, दुःखम् उत्पद्यते, तर्हि अधर्मविशेषः इति तत्र कारणम्। करकाद्वारा कस्यचित् सुखम् उत्पद्यते, तर्हि धर्मविशेषः इति तत्र कारणम्। अत्र करकायाः अन्य विशेषः अस्ति, अत्र द्रवत्व अभावः अस्ति इति वयं जानीमः, अतः अत्र विद्याधर्यां प्रतिबन्धात् अदृष्टविशेषात् इति वाक्यमस्ति, अतः अत्र अदृष्टविशेषात् इत्युक्ते अत्र धर्मविशेषात् वा अधर्मविशेषात् वा इति एव अर्थः। अदृष्टम् इति यत्किमपि न दृश्यते इति वयं जानीमः। न न न तथा नास्ति, अदृष्टं तत्र अदृष्टम् इत्युक्ते यद्वयं न पश्यामः, यद् न दृश्यते इति नास्ति, परन्तु धर्म अधर्ममेव अदृष्टम् इत्युक्ते तस्मात् किमपि दुःखं भवति चेत् तद् अधर्मः, सुखं भवति चेत् तद् धर्मः, धर्माधर्ममेव अदृष्टं, न तु यद् न दृश्यते इति न। अत्र अत्र अस्मिन् प्रसङ्गे धर्माधर्मः एव, धर्मः सुखं जनयति, अधर्मः दुःखं जनयति, परन्तु करगाद्वारा एवं नास्ति इति। न न न तथा एव परन्तु इति नास्ति, तत्र करकायां तत्र यः प्रतिबन्धः अस्ति तद् अदृष्टम्, अदृष्टम् इत्युक्ते धर्माधर्मं, इत्युक्ते करकाद्वारा किमपि हानि भवति चेत् तत्र अधर्मः, सुखं भवति चेत् तत्र धर्मः इति तत्र अदृष्टस्य विषयः. अस्तु, अग्रे महोदय. किन्तु स्नेहप्रसङ्गे विद्याधिर्यां यतोहि उच्यते यत् इन्द्रियैः न गृह्यते, अनुमातव्यमस्ति, अतः वक्तव्यं भवति यत् जले कश्चन गुणः अस्ति स्नेहनाम्ना, यस्य गुणः पिण्डीभावं प्रति कारणं, किन्तु स च स्नेहनाम्ना गुणः इन्द्रियैः न गृह्यते. कार्यं दृष्ट्वा कारणस्य अनुमानम् अस्माभिः क्रियते. अत्र नामकरणं स्नेहः, करकायाम् अदृष्टप्रतिबन्धकस्य नामकरणं धर्मः अधर्मः वा? अत्र पुनः विद्याधिर्यां किम् अस्ति इति एव. स्नेहप्रसङ्गे स्नेहः इन्द्रियैः न गृह्यते इति अस्ति, केवलम् अनुमानम् एव अस्ति करणीयमिति अत्र अस्ति, विद्याधिर्याम् अस्ति. अतः एवं भवति चेत् जले कश्चन गुणः अस्ति नाम अस्ति स्नेहः इति एषः गुणः पिण्डीभावं प्रति कारणम् अस्ति, परन्तु एषः गुणः इन्द्रियैः न गृह्यते इति अपि अस्ति. अत्र कार्यं दृष्ट्वा कारणस्य अनुमानम् अत्र अस्माभिः करणीयम्. अतः अत्र स्नेहः इति नाम करका, परन्तु करकायाम् अस्ति धर्मः अधर्मः इति. इत्युक्ते तत्र पिण्डीभावे यः पिण्डीभावः इति यत् कार्यं जातं तस्य कारणमस्ति स्नेहः, परन्तु करकायां यत् कार्यं न जातं वस्तुतः द्रवत्वम् इति न अभवत् तत्र तु प्रतिबन्धकम् आसीत्, तत्र प्रतिबन्धकस्य नाम अस्ति धर्माधर्मौ इति. अग्रे महोदय. किन्तु तत्तु विद्याधिर्यामेव, वस्तुतस्तु यया रीत्या जले द्रवत्वं वर्तते इति दर्शनेन ज्ञायते, तया एव रीत्या जलस्य दर्शनेन ज्ञायते यत् अस्मिन् स्नेहः वर्तते. अतः विद्याधिर्यां तल्लिखितमस्ति तत्तु न्याये सामान्यशास्त्रस्य विरुद्धविचारः. परन्तु पूर्वम् उक्तरीत्या केवलं विद्याधिर्यामेव अस्ति इति, वस्तुतः अस्ति जले सर्वदा द्रवत्वं वर्तते एव, तत्तु दर्शनेन एव वयं ज्ञातुं शक्नुमः. अतः तादृशरीत्या जलस्य दर्शनेन एव स्नेहः वर्तते इति वयं जानीमः. अत्र विद्याधिर्यम् एवं लिखितमस्ति चेदपि न्यायशास्त्रस्य रीत्या तादृशं नास्ति, तद् विद्याधिर्यं विरुद्धरीत्या एव अस्ति. इत्युक्ते न्यायशास्त्रस्य रीत्या इति न, यतोहि विद्याधरी अपि न्यायशास्त्रग्रन्थः एव, तत्र सामान्यशास्त्रे सामान्यविचारे तथा नास्ति, अत्र तु किञ्चित् विरुद्धविचारः भिन्नरीत्या प्रतिपादितमस्ति इति एव. अग्रे महोदय. प्रतिपक्षी इदानीं पृच्छति, एतावता यदुक्तं भवता तदाधारेण स्नेहः चक्षुषा च त्वचा गृह्यते इति किमपि स्पष्टं नास्ति, प्रत्यक्षम् अस्ति इति मम तु न भाति एव. इदानीमपि न उक्तं यत् जले किं दृश्यते यत् स्नेहनामकं स्यात्. इदानीं प्रतिपक्षी पुनः पृच्छति, एतावत्पर्यन्तं सिद्धान्तिनः वदति तदाधारेण स्नेहः चक्षुषा च त्वचा ज्ञातुं शक्यते इति स्पष्टः नास्ति इति, प्रत्यक्षम् अस्ति इति इदानीं प्रतिपक्षी न अनुभवति, अतः अत्र जले किं दृश्यते इति स्नेहः एव इति तस्य इदानीमपि भ्रमः अस्ति. अग्रे महोदय. सिद्धान्ती वदति, स्नेहः इति न्यूनातिन्यूनं त्वचा गृह्यते इति अङ्गीकर्तुं शक्यते. यतोहि यदा जलं स्पृशामः तदा हस्तस्य जलेन लेपनं भवति. पुनः यदा चूर्णजलयोः मिश्रणं कुर्मः तदा हस्ते अपि लेपनं भवति. अतः त्वगिन्द्रियेण अनुभूयते इति वक्तुं शक्यते. इदानीं सिद्धान्तिनः उत्तरमस्ति, स्नेहस्य विषये न्यूनातिन्यूनं त्वचा गृह्यते इति सर्वे अङ्गीकर्तुं शक्यते. इत्युक्ते अत्र वयं जलं स्पृशामः तत्र हस्ते जलस्य लेपनं भवति, जलेन लेपनं भवति. अन्य चूर्णजलयोः यदा मिश्रणं कुर्मः तत्र अपि हस्ते लेपनं भवति. अतः तद् स्वीकृत्य त्वगिन्द्रियेण स्नेहस्य अनुभवं भवति इति वक्तुं शक्नुमः इति सिद्धान्ति उत्तरं ददाति. प्रतिपक्षी अस्तु, जलस्य स्पर्शेन हस्ते लिप्यते, किन्तु लेपनं च स्नेहस्य द्वौ समानौ न स्तः किल. स्नेहः तादृशगुणः यः पिण्डीभावं प्रति कारणम्. स्पर्शेन केवलं ज्ञायते यत् हस्तः जलेन लिप्यते, किन्तु स्नेहः तस्मात् भिन्नः. लेपनं कथं स्नेहस्य प्रमाणम्? इदानीं प्रतिपक्षी पुनः पृच्छति, जलस्य स्पर्शनेन हस्ते लेपनं भवति इति सत्यमेव, परन्तु लेपनं स्नेहस्य द्वौ समानो न स्तः किल. इत्युक्ते केवलं लेपनमेव पिण्डीभावं स्नेहस्य कारणमिति कथं वक्तुं शक्नुमः इति तस्य प्रश्नः. स्पर्शनेन केवलं हस्ते लेपनं भवति चेत् तद् जलेन वा अथवा स्नेहेन वा इति तस्य प्रश्नः. स्नेहः कथं, स्नेहस्य प्रमाणं किम् इति सः इदानीं पुनः पृच्छति. अग्रे महोदय. सिद्धान्ती पुनः वदति, स्नेहस्य विद्यमानत्वात् किल लेपनं भवति. सः उत्तरं ददाति, स्नेहः तत्र वर्तते इति कारणेन एव किल अत्र हस्ते लेपनं भवति इति. अतः प्रतिपक्षी पुनः पृच्छति, यत्किमपि भवतु नाम, किन्तु अधुना स्नेहस्य विद्यमानत्वात् लेपनम् इति तर्कः प्रवर्तमानः न तु प्रत्यक्षम्. प्रत्यक्षग्रहणमिति न प्रदर्शितम्. अतः स्नेहनामकगुणस्य प्रत्यक्षं कुत्र भवति? न चक्षुषा न वा त्वचा. इदानीं प्रतिपक्षी पुनः वदति, अत्र नाम किमपि भवतु, अत्र स्नेहस्य विद्यमानत्वात् लेपनमिति एव अत्र प्रश्नः, प्रत्यक्षविषये नास्ति इति. प्रत्यक्षग्रहणमिति पूर्वमपि न प्रदर्शितं पूर्वस्मिन् उदाहरणे. अतः स्नेहगुणस्य प्रत्यक्षं कुत्र भवति इति पुनः पृच्छति, न चक्षुषा वा अथवा न त्वचा इति सः इदानीं पुनः पृच्छति. अस्तु, धन्यवादः महोदय. सरला भगिनी भवती पठितुं शक्नोति वा? आं भगिनि. सिद्धान्ते प्रतिनियतग्राह्यगुणाः ते एव एकेन एव यन्त्रेण क्रियन्ते, यथा रूपं चक्षुषा एव क्रियते, अन्येन यन्त्रेण न क्रियते. एवं च रूपं, रसः, गन्धः, स्पर्शः, शब्दः तथा बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः इति एते सर्वे प्रतिनियतग्राह्यगुणाः. ततः अग्रे संख्या आदि अपरत्वात्तौ द्रवत्वं स्नेह एव च इति तु द्वे इन्द्रियग्राह. सिद्धान्ति अत्र वदति प्रतिनियत ग्राह्यगुण, यः गुणः केवलम् एकैः इन्द्रेण गृहते तत् अस्ति प्रतिनियत गुणः, यथा रूपं केवलं चक्षुषा गृहते, स्पर्शं केवलं त्वचा, रस रसेन्द्रियैः, गन्धः भवति घ्राणेन्द्रियैः, तत् शब्दः भवति श्रोत्रेन्द्रियैः, बुद्धि सुखं दुःखम् इच्छा द्वेष प्रयत्नः इति मनसा क्रियते, एते सर्वे गुणा प्रतिनियत ग्राह्यगुणा उच्यन्ते। ततः अग्रे सङ्ख्या आदि पर आदिः अपरत्वान्तौ द्रवतं स्नेह एव च, सङ्ख्या पर अपर परत्वम् अपरत्वं विद्याधनं दत्तमस्ति, धर्म सुखदुःखसङ्ख्या परत्व अपरत्व इति, यथा द्वे इन्द्रिये ते द्वाभ्याम् इन्द्राभ्यां क्रियते, तथैव द्रवत्वं स्नेह अपि द्वाभ्याम् इन्द्राभ्यां क्रियते। हा, परन्तु सुखं दुःखं तु प्रतिनियतग्राह्यगुणाः खलु, न तु द्वाभ्याम् सङ्ख्यादि, तत्र सङ्ख्या परत्वं ते एव तथा अग्रे प्रतिपक्षी, किन्तु स्नेहः साक्षात् न दृश्यते, तस्य कार्यं पिण्डीभावः दृष्ट्वा अनुमीयते, चूर्णस्य पिण्डीभावः अस्माभिः दृश्यते, तादृशं पिण्डीभावः प्रति अनुकूलः यः गुणः अस्ति स च गुणः किन्तु न दृश्यते इति अस्माकम् अनुभवः। इदानीं प्रतिपक्षी वदति यदि स्नेहः साक्षात् वयं न पश्यामः, किन्तु पिण्डीभावः तु सर्वे पश्यन्ति, तस् पिण्डीभावः दृष्ट्वा वयम् अनुमानं कर्तुं शक्नुमः, तत्र यदि पिण्डीभावः चूर्णस्य पिण्डीभावः अस्ति तत्र स्नेहः अस्ति, यदि पिण्डीभावः अस्ति तत्र स्नेहः भवति, कारणकृ स्नेहः केवलं जलमात्रेण भवति, तादृशपिण्डीभावः प्रति अनुकूलगुणः अस्ति स च किन्तु न दृश्यते इति अस्माकम् अनुभवः। वयं केवलं पिण्डीभावः पश्यामः किन्तु स्नेहस्य तस्य अनुभवः वयं कुर्मः, तस्य गुणस्य प्रमाणम् अनुमानं कर्तुं शक्नुमः। पूरणस्य पिण्डीभावः अस्माभिः दृश्यते, सा काचित् क्रिया, किन्तु चूर्णस्य पिण्डीभावः प्रति कारणीभूतगुणः अस्माभिः वस्तुतः न दृश्यते। यदि पिष्टस्य पिण्डीभावः या चूर्णस्य पिण्डीभावः वयं पश्यामः इति क्रिया केवलं दृश्यते, तस्य कारणं किम् अस्ति तस्य तत् कारणम् अदृष्टम् अस्ति अस्माभिः, सो तत् अदृष्टकारणं गुणः स्नेहः अस्ति वयं न पश्यामः। श्रोता इदानीम् अन्य जनः आगति, श्रोता वदन्ति अधुना मम नितरां ब्रह्म व्यतुपनः, एतावता मया चिन्तितम् आसीत् यत् पिण्डीभावः विलक्षणसंयोगः गुणीभूतः, किन्तु इदानीं श्रूयते यत् पिण्डीभावः क्रिया इति वा, इदानीं श्रोता भवतः सः भ्रमात्मक भवति, भ्रम किम् अस्ति, सः चिन्तयति यदि पिण्डीभावः एक विलक्षणसंयोगः अस्ति, तत् संयोगस्य कारण गुण कोऽपि गुण तस्य नाम यदि यथा वयम् उक्तवन्तः स्नेहः अस्ति, पिण्डीभावः कश्चित् गुणः अस्ति, किन्तु इदानीं अहं श्रूयते किं पिण्डीभावः क्रिया अस्ति न तु गुणकारणीभूतगुणः अस्ति। अग्रे भगिनी, प्रतिपक्षी इदानीम् उत्तरयति सत्यं वस्तुतः पिण्डीभावः इति क्रिया एव पृथक् पृथक् विद्यमानचूर्णस्य कणाः एकत्रीभवन्ति किल इत्युक्ते एकः कणः अन्येन कणेन सह दृढं संयुज्य तिष्ठति स एव पिण्डीभावः चूर्णस्य कणाः एकत्रीभूय संयुज्य तिष्ठति इति एका क्रिया प्रतिपक्षी पुनः तर्कं ददाति पिण्डीभावः क्रिया अस्ति चूर्णस्य पृथक् पृथक् कणाः सन्ति ते यदि एकत्री एकत्र आगच्छन्ति एकत्र संयुज्येन पिण्डीभाव एकत्र संयुज्य आगत्य पिण्डीभावं भवति अतः एता क्रिया अस्ति न तु चूर्णस्य कणः एकत्रीभूतं तिष्ठति तस्य ता एका क्रिया अस्ति श्रोता एतावता मया चिन्तितं यत् उत्पेक्षपणः अपेक्षपणः कुञ्चन प्रसारण आगमनं पञ्चकर्माणि इति तादृश एव क्रिया भवन्ति श्रोता पुनः पृच्छति पञ्चकर्माणि उत्पेक्ष उत्क्षेपण आपेक्षण खलु तत्र प्रायः मुद्रणदोषः अस्ति इति चिन्तयामि उपरि गच्छति अपेक्षण अधो गच्छति अङ्कुञ्चन उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमन इति पञ्चक्रिया ते केवलं क्रिया भवन्ति प्रतिपक्षी इदानीं वदति ता क्रिया तु प्रक्रियारीत्या उक्ता केवलम् उदाहरणानि अत्र पूर्वं कणाः पृथक् पृथक् आसन् इदानीम् एकत्रीभूय संयुज्य तिष्ठति पिण्डीभावः एषः क्रिया न वा इति खलु सन्देहः प्रतिपक्षी पुनः तर्कं करोति उत्तेक्षपण अपेक्षपण कुञ्चन प्रसारण गमनम् इति केवलं क्रिया उदाहरणानि सन्ति किन्तु यदि पृथक् चूर्णस्य पृथक् पृथक् कणाः एकत्री आगत्य संयुज्य तिष्ठति तत् पिण्डीभावः क्रिया नास्ति वा किं भवति तस् प्रश्नं करोति श्रोता वदति सत्यं पिण्डीभावः इति कश्चन भावः खलु पिण्डीभावः इति कथनेन भावः इति अस्ति न तु क्रिया भावः क्रिया अस्ति श्रोता इदानीं पृच्छति यदि वयं वदामः पिण्डीभावः तस्य अर्थं किं भवति किञ्चित् भावः अस्ति तस्मिन् पिण्डीभावः एतत् न तु क्रिया भवति इदानीं प्रतिपक्षी वदति पिण्डीभावः इत्यनेन पिण्डीभवनम् इत्यर्थः पिण्डीभवनम् इत्युक्ते पूर्वं पिण्डं नासीत् इदानीं पिण्डं सञ्जातं लड्डुकम् इति स्वीकुर्मः चेत् पूर्वं तस्य कणाः पृथक् पृथक् आसन् इदानीं लड्डुकस्य कर्णाः सर्वे मिलित्वा तिष्ठन्ति स एव पिण्डीभावः एवं कृत्वा पिण्डीभवनम् एका क्रिया प्रतिपक्षी पुनः तस्य तर्कं करोति पिण्डीभावः पिण्डीभवनं तस्य अर्थमस्ति पिण्डीभवनं न तु भावः यथा श्रोता पृच्छति पिण्डीभवनम् इत्युक्ते पुनः वदति पृथक् पृथक् कणा यदि एकत्र आगत्य तिष्ठति तस्य पिण्डं भवति यथा लड्डुकं निर्माणं भवति तस्य नाम पिण्डीभवनम् एका क्रिया अस्ति वयं पिण्डीभाव तस्मिन् तत् पिण्डीभाव वयं वदामः. अग्रे भगिनि. अस्तु श्रोता अहो अत्र च्व प्रत्ययः इति वा इदानीं व्याकरणम् आगच्छति स पृच्छति च्व प्रत्ययः इति वा श्वीप्रत्ययः श्वीप्रत्ययः श्वी श्वीप्रत्ययः श्वीप्रत्ययः इति वा प्रतिपक्षी वदति सत्यं श्वीप्रत्ययः यत्र भवति तत्र सर्वत्र काचित् क्रिया अनेन व्यक्तीकृता. का क्रिया इति चेत् पूर्वं तथा नासीत् इदानीं तथा सम्पद्यते इति सा काचित् क्रिया भवति एव. तां पिण्डीभावक्रियां च द्रष्टुं शक्नुमः किन्तु तस्य कारणीभूतगुणः यः जले अस्ति स तु न दृश्यते. पिण्डीभवनं चूर्णस्य न तु जलस्य. पिण्डीभवनस्य कारणीभूतगुणः जले. चूर्णजलयोः मिश्रं यदा कुर्मः इयं क्रिया पिण्डीभावस्य चूर्णस्य पिण्डीभवनं क्रिया ज्ञातुं शक्नुमः द्रष्टुं शक्नुमः किन्तु तस्य अनुकूलः यः गुणः भवति जले तं गुणं वयं कथं द्रष्टुं शक्नुमः इति प्रश्नः अस्ति एव. न्यायशास्त्रे स्नेह प्रत्यक्षम् इति वदन्ति किन्तु लोके तादृश अनुभवः अस्माकं नास्ति. प्रतिपक्षी इदानीं वदति सत्यं च्वी प्रत्ययः यत्र भवति तत्र सर्वत्र काचित् क्रिया अनेन व्यक्तीकृता. यत्र च्वी प्रत्ययः अस्ति तत्र काचित् क्रिया अस्ति तस्य विशेष व्यक्तीकृत मीन् व्यक्तीकृता अस्ति तस्मिन् कथं वदामि व्यक्तीकृता इत्युक्ते अनेन तत्र का क्रिया इति चेत् यत् पूर्वं नासीत् इदानीं उत्पद्यते वा सम्पद्यते इति स्वीक्रिया अस्ति सा काचित् क्रिया भवति एव. यथा ता पिण्डीभावक्रियां च द्रष्टुं शक्नुमः यथा वयं पिण्डीभाव वयं पूर्वं नास्ति इदानीं वयं पश्यामः पिण्डीभाव यथा च्वी प्रत्यय पूर्वं नास्ति इदानीं सम्पद्यते किन्तु तस्य कारणीभूतगुणः यचले अस्ति स तु न दृश्यते. वयं पिण्डीभाव द्रष्टुं शक्नुमः किन्तु तस्य कारणं यः अस्ति जले जलमात्रं स्नेह यः गुणः अस्ति तस्य पिण्डीभावस्य कारणं तत्तु वयं न द्रष्टुं शक्नुमः. पिण्डीभवनं चूर्णस्य न तु जलस्य. पिण्डीभवनं भवति चूर्णस्य न तु जलस्य. पिण्डीभवन जले कारणमस्ति चूर्णे कार्यं भवति तस्य कार्यस्य नाम अस्ति पिण्डीभवनं पिण्डीभवनस्य कारणीभूतगुणः जले इदानीम् उक्तवन्तः. चूर्णजलयोः मिश्रं यदा कुर्मः इयं क्रिया पिण्डीभावस्य यदि चूर्णजल तस्य मिश्रं भवति तस्य क्रियास्य प्रमाण क्रियास्य पिण्डीभावः भवति पिण्डीभवनं तस्य पिण्डीभवनं तस्य पिण्डीभवनं भवति तस्य अनन्तरं चूर्णस्य पिण्डीभवनक्रियां ज्ञातुं शक्नुमः द्रष्टुं शक्नुमः. चूर्णस्य पिण्डीभवनं क्रिया वयं पश्यामः अपि प्रत्यक्षसाक्षात् द्रष्टुं शक्नुमः किन्तु तस्य अनुकूलः गुणः भवति जले तं गुणं वयं कथं द्रष्टुं शक्नुमः इति प्रश्नः अस्ति एव. परन्तु पिण्डीभावस्य कः कारणम् अस्ति, तस्य कारणं जले विद्यमान स्नेहगुण, तत् वयं न द्रष्टुं शक्नुमः. तत् केवलं अनुमानं कर्तुं शक्नुमः. न्यायशास्त्रे स्नेह प्रत्यक्षमिति वदन्ति, किन्तु लोके तादृश अनुभवः अस्माकं नास्ति. न्यायशास्त्रे स्नेहगुण तस्य प्रत्यक्षम् इति वदन्ति, यथा वयं पूर्वं दृष्टवन्तः चक्षुषा वा त्वचा स्नेहस्य लेपनम् अस्ति, जले लेपनं भवति, तत् स्नेहः अस्ति, तस्य प्रत्यक्षम् इति न्यायशास्त्रे दत्तम् अस्ति. किन्तु लोके सामान्यतया लोके एतत् अनुभवः नास्ति, अनुभवः केवलं पिण्डीभावः द्रष्टुं शक्नुमः इति लोकानाम् अनुभवः अस्ति. धन्यवादः भगिनि. रामप्रिया भगिनी अग्रे पठति वा? आम् आं भगिनि. त्रिविधायकसूत्रम् अस्ति. कृब् वस्ति योगे सम्पद्यकर्तरी च्वीः अभूत्तद्भावः इत्यस्मात् वार्तिकात् अस्य आशयः गम्यते. नाम यत् नासीत् न आसीत् तत् जातम्. अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति च्वी प्रत्ययस्य सिद्धं रूपम्. विग्रहवाक्यं तु अशुक्लं शुक्लं कृत्वा इति. यत् शुक्लं नासीत् तत् शुक्लं कृतम् इति. अथवा शुक्लं वस्त्रम् अस्ति, तत् अहं कृष्णवर्णं रञ्चयामि. तर्हि अहं शुक्लवस्त्रं कृष्णीकरोमि, तेन वस्त्रं कृष्णं जातं. च्वी प्रत्ययेन सह कृ धातुः, भू धातुः, अस् धातुः च भवन्ति. इदानीं च्वी प्रत्ययस्य व्याकरणांशः. तस्य च्वी प्रत्ययस्य विधायकसूत्रमस्ति कृद्वस्ति योगे सम्पद्यकर्त्री च्वीः इति. एतत्तु अपूत् तद्भावः इति वार्तिकात् अस्य आशयः गम्यते, तस्मात् आगच्छति इति. इत्युक्ते एतत् सूत्रस्य अर्थः एवम् आसीत् यत् यद् नासीत् यद् न आसीत् तद् जातम् इत्युक्ते यद् पूर्वं न अस्ति तस्य जननम् इत्युक्ते तद् जातम् इति. यदा उदाहरणरूपेण दत्तम् अस्ति अशुक्लं शुक्लं कृत्वा इत्युक्ते प्रथमं शुक्लं न आसीत् इदानीं शुक्लं जातम् इति. शुक्लीकृत्य इति च्वी प्रत्ययस्य सिद्धं रूपं. यदा एतद् वयं च्वी प्रत्यये योजयामः चेत् अशुक्लं शुक्लं कृत्वा इति अत्र च्वी प्रत्ययः योजयामः चेत् शुक्लीकृत्य इति रूपं भवति. तस्य विग्रहवाक्यम् अपि अस्ति यत् तदेव अशुक्लं शुक्लं कृत्वा इति समस्तपदस्य विग्रहवाक्यं. यदा तत्र अन्य उदाहरणमपि अस्ति. यदा वयं शुक्लं वस्त्रम् अस्ति तत्र वयं कृष्णवर्णं इच्छामः चेत् तत्र शुक्लवस्त्रं कृष्णीकरोमि इति वयं वक्तुं शक्नुमः. इत्यनेन किं भवति इत्युक्ते वस्त्रं तु इदानीं कृष्णं जातं, पूर्वं कृष्णं न आसीत् इदानीं कृष्णं जातं. च्वी प्रत्ययेन सह कृ धातुः, भू धातुः, अस् धातुः तेन सह भवन्ति इति अस्ति. उदाहरणरूपेण दत्तमपि अस्ति यत् कृ धातुः कृते कृष्णीकरोति, कृष्णीकरिष्यति, कृष्णीकृतं, कृष्णीकृत्य इत्यादीनि रूपाणि यदा च्वी प्रत्यये योजयामः चेत्. भूधातुः कृते तु कृष्णी भवति, कृष्णी भविष्यति, कृष्णीभूतं, कृष्णीभूय इत्यादीनि रूपाणि वयं साधितुं शक्नुमः. च्वी प्रत्ययस्य रूपाणि एवम्. अकारान्तम् आकारान्तं वा इति चेत् ईकारः भवति. इत्युक्ते अत्र दत्तं, यदा दत्तमस्ति शुक्लं करोति इति, अस्ति चेत् तत् ईकारः भवति, शुक्लीकरोति इति भवति. इकारान्तम् उकारान्तम् अस्ति चेत् तत्र ईकारः ऊकारः च भवति. यदा शुचिं करोति अत्र तु ईकारः अस्ति, ईकारः भवति, शुचीकरोति. लघुः भवति, उकारः अस्ति, तत्र लघू भवति इति ऊकारः भवति. ऋकारान्तम् अस्ति चेत् रीकारः भवति, नेता भवति. अत्र नेतृशब्दः ऋकारान्तशब्दः, तत्र नेत्री भवति इति रीकारः भवति. पठामि वा भगिनि? पठतु भगिनि. अस् धातुः रूपाणि विरलतया एव दृश्यन्ते. शास्त्रीयम् उदाहरणम् एवं दीयते. अगङ्गा गङ्गा, गङ्गी स्यात् इति नाम अगङ्गा गङ्गा भवेत्. अगङ्गा गङ्गा सम्पाद्यमाना अस्ति इति विग्रहवाक्यम्. लौकिकम् उदाहरणं तु अबालकः बालकः अस्ति, बालक्यस्ति. चिन्तयतु, काचित् बालिका अस्ति, सा बालिका नाटकप्रसङ्गे बालकः भूत्वा नाटकं कुर्वती अस्ति, तर्हि सा बालक्यस्ति. इष्यते चेत् श्री प्रत्ययस्य प्रसङ्गे इतोपि दत्तम् अस्ति अस्य पाठस्य अन्ते. यदा वयं कृ धातुः भूधातुः विषये दृष्टवन्तः, इदानीम् अस् धातुः तत्र तु विरलरूपेण एव उदाहरणमस्ति अस्ति इति दत्तमस्ति. परन्तु एकम् उदाहरणमस्ति तत् अगङ्गा गङ्गा, गङ्गी स्यात् इति. इत्युक्ते अत्र यद् अगङ्गा गङ्गा भवेत् इत्युक्ते यद् गङ्गा पूर्वं न आसीत् इदानीं जातम् इति. अगङ्गा गङ्गा सम्पाद्यमाना अस्ति इत्येव तस्य विग्रहवाक्यम् अस्ति. अबालकः बालकः अस्ति इति द्वितीय उदाहरणम् अस् धातोः विषये. तत्र किम् अर्थः किम् इत्युक्ते, यदा कश्चन बालिका अस्ति सा नाट्यक नाटके बालकरूपं भूत्वा नटयति चेत् तस्य तत्र वयं बालक्यस्ति इति वदामः क्षीप्रत्यययोजनेन. श्रोता इदानीं पुनः पृच्छति, अधुना विद्याधर्याम् उक्तं यत् पिण्डीभावः विलक्षणसंयोगः नाम गुणः, किन्तु भवता उच्यते यत् अयं पिण्डीभावः क्रिया. पुनः तस्य प्रश्नः अस्ति, पुस्तके तु पिण्डीभावः इति विलक्षणसंयोग नाम गुणः इति उक्तमस्ति, परन्तु भवान् तु तत् कश्चन क्रिया इति वदति, किमर्थम् इति. प्रतिपक्षी वदति, अस्तु, संयोगः गुणः इति रीत्या चिन्तनं भवतु. पिण्डीभावरूपगुणं द्रष्टुं शक्नुमः, तस्य कारणीभूतं गुणं स्नेहः द्रष्टुं न शक्नुमः इति तदा वक्तुं शक्यते. संयोगः गुणः इति रीत्या चिन्तनं भवतु. पिण्डीभावः इति संयोगनामकगुणः इति भवतः चिन्तनं तु सम्यक् एव इति वदति किल? किं सम्यक् एव भवत्याः प्रश्नः न अवगतः मया. इत्युक्ते संयोगः गुणः इति रीत्या चिन्तनं भवतु इत्युक्ते सः अपि तस्य अङ्गीकुर्वन्ति यद् पिण्डीभावः इति विलक्षणसंयोगनामगुणः इति. प्रतिपक्षी तादृशं चिन्तनं भवतु एव, दोषः नास्ति इति वदति किल. इत्युक्ते संयोगः इति गुणः इति अस्ति चेदपि तत्रापि तस्य कारणीभूतं गुणं यत् स्नेहम् इति वदामः, तस्य प्रत्यक्षं न भवति खलु इति. इत्युक्ते प्रतिपक्षी किं वदति इत्युक्ते, तस्य वादः अस्ति यत् स्नेहः इति गुणः प्रत्यक्षं नास्ति इति. तर्हि इदानीं सः वदति क्रिया इति अस्ति, परन्तु गुणः इति स्वीकुर्मः चेदपि गुणः भवतु, गुणः भवति चेदपि तत्र स्नेहः इति तु तस्य प्रत्यक्षं तु न भवति खलु इति सः इदानीं वदति. यदा वयं तादृशं स्वीकुर्मः चेदपि तद्वयं द्रष्टुं न शक्नुमः. तादृशरीत्या चिन्तनम् अस्ति चेदपि, तादृशरीत्या चिन्तनं प्रवर्तमानं भवति चेदपि, तत्र स्नेहस्य तु, स्नेहस्य विषये तु तत्र तस्य प्रश्नस्य उत्तरं तु एतावत्पर्यन्तमपि मया न प्राप्तम् इति. भगिनी, तत्र एकः प्रश्नः, छ्वी प्रत्ययस्य विषये अस्माभिः पठितं, तत्र भवति, करोति, अस्ति इत्यादिकं योजयित्वा तत्र छ्वी प्रत्ययः भवितुमर्हति, किन्तु पिण्डी भवति, पिण्डी करोति इति वक्तुं शक्यते, किन्तु किं तत्र पिण्डी भावः इति वदामश्चेत् तादृश अर्थः मिलति? अग्रे आगच्छति महोदय तत्सर्वं, तत्र पिण्डी भवनं, पिण्डी भावः इत्युक्ते तत्र गञ् प्रत्ययः, ल्युट् इति तत्सर्वम् आगच्छति अग्रे. अस्तु अस्तु, तर्हि भवान् एव अग्रे पठतु. इत्युक्ते इदानीं तत्र पिण्डीभावः क्रिया इति उक्तवान् खलु इति श्रोता पृच्छति, तस्य उत्तरत्वेन प्रतिपक्षीयत्व. अस्तु, प्रतिपक्षी अस्तु, संयोगः गुणः तदनन्तरं सत्यमेव. अस्तु श्रोता, परन्तु भवान् भवता उक्तं यत् पिण्डीभावः क्रिया, प्रतिपक्षी वदति सत्यमेव, व्याकरणदृष्ट्या तु क्रिया एव, नैयायिकानां चिन्तनं भिन्नं, वैयाकरणां चिन्तनं भिन्नम्. अन्यत् उदाहरणम् अवलोकयाम. इच्छा अस्ति कश्चन गुणः इति नैयायिकानां विचारः. इच्छा च ज्ञानं च गुणेषु अन्तर्भावः. इच्छति च जानाति च गुणः, गुणं बोधयतः न तु क्रियाम् इति तेषां कथनम्. किन्तु वैयाकरणानां विचारः तु इच्छा क्रिया न तु गुणः. इच्छति इत्यनेन इच्छाकर्ता, इच्छायाः आश्रयः. इष् धातोः इच्छा अर्थः तिङ् प्रत्ययेन कर्ता. अतः वैयाकरणाः वदन्ति यत् इच्छा स्वयं क्रिया न तु गुणः. धातुव्यापारं बोधयति, क्रियां बोधयति, यथा पाकः. पच् धातुः तण्डुल अवयव शैथिल्य अनुकूलव्यापारं बोधयति, तस्मात् भावे प्रत्ययः घञ्. तण्डुलशैथिल्य अनुकूलव्यापारः इत्येव अर्थम् अनुवदन् घञ् प्रत्ययस्य संयोजनेन पच् योगः घञ् पाकः इति भवति. तद्वत् इच्छा इत्यपि. इष् धातुना क्रिया बोध्यते, तद् उत्तरवर्ती अङ् प्रत्ययः, प्रत्ययः भावं बोधयति. इत्युक्ते अयं प्रत्ययः धात्वर्थमेव बोधयति, धात्वर्थश्च व्यापारः. अतः इच्छा इत्युक्ते व्यापारः एव, इच्छनम् इच्छा. अत्रापि कश्चन इच्छानुकूलव्यापारः, आत्मनसंयोगानुकूलव्यापारः भवति. बालकः घटम् इच्छति इति वाक्ये इच्छति इति कश्चित् व्यापारः. इच्छति क्रियापदम् अस्ति किल, इच्छति इति पदं क्रियां बोधयति वा गुणं बोधयति वा इति प्रश्ने सति व्याकरणदृष्ट्या क्रियां बोधयति. इदानीं श्रोता पृष्टवान् आसीत्, भवता उक्तं पिण्डीभावः क्रिया इति, तस्मिन् विषये का गतिः इति पृष्टे सति अत्र प्रतिपक्षी वदति व्याकरणदृष्ट्या पिण्डीभावः इति क्रिया एव. नैयायिकानां मतानुगुणं एकस्य पदस्य चिन्तनं भिन्नं भवति नैयायिकानाम् अपेक्षया इति. तत्र इच्छा अपि च ज्ञानम् इति वयं जानीमः. तत्र नैयायिकानां चिन्तनं तु इच्छा अपि च ज्ञानं चतुर्विंशति गुणेषु अन्यतमः इति नैयायिकानां चिन्तनमस्ति. किन्तु वैयाकरणानां चिन्तनं तु इच्छा इत्युक्ते क्रिया न तु गुणः इति किमर्थम् इत्युक्ते धातुः व्यापारम् एव बोधयति इति वैयाकरणानां चिन्तनं. यथा पाकः इति पच् इति धातुः तस्मिन् तण्डुल अवयवशैथिल्य अनुकूलव्यापारं तस्मिन् इति नास्ति, पच् धातुः किं बोधयति इति चेत् तण्डुल अवयवशैथिल्य अनुकूलव्यापारम् इति क्रिया एव पच् धातुना बोधयति इति. भावे भावार्थे घञ् प्रत्ययः योजयामः. तण्डुलशैथिल्य अनुकूलव्यापारः इत्येव अर्थम् अनुवदन् घञ् प्रत्ययस्य संयोजनेन पच् योगः घञ् पाकः इति रूपं, पाकः इति रूपं किं बोधयति इति चेत् क्रिया एव बोधयति. कीदृशक्रिया इत्युक्ते तण्डुल अवयवशैथिल्य अनुकूलव्यापारक्रिया एव पाकः इति घञ् प्रत्ययस्य योजनानन्तरमपि तत् क्रिया एव बोधयति. एवमेव इच्छा इति इत्यपि. इष् धातुः तस्मात् अङ् प्रत्ययः इति योजनेन इच्छा इति रूपं प्राप्यते. तत् किं बोधयति इति चेत् इच्छा इति क्रिया एव बोधयति, धात्वर्थक्रिया एव बोधयति, भावार्थे क्रिया एव बोधयति इति. इच्छनम् इच्छा इति तत्रापि अर्थः भवति. इच्छा अनुकूलव्यापारः एव इच्छा, तत्र आत्ममनसंयोग अनुकूलव्यापारः. नैयायिकमतानुसारेण आत्ममनसंयोगः भवेत् तदा एव तत्र आत्ममनसंयोग अनुकूलव्यापारः इति क्रिया एव इच्छा इति शब्देन ज्ञातुं शक्यते. बालकः घटम् इच्छति इति वाक्ये इच्छति इति कश्चन व्यापारः. सत्यम्, इच्छति क्रियापदम् अस्ति किल. इच्छति इति क्रियापदं क्रियां बोधयति वा गुणं बोधयति वा इति प्रश्ने सति व्याकरणदृष्ट्या इच्छा इति पदं क्रिया एव बोधयति. किमर्थम् इत्युक्ते तेषां मतानुगुणं धातुः सर्वदा क्रिया एव बोधयति इति कृत्वा. तद्वतेव पिण्डीभावः अपि यथा भवान् पृष्टवान्, पिण्डीभावः इत्यत्रापि गञ् प्रत्ययः, तर्हि तदपि क्रिया एव बोधयति. ओ अस्तु, इदानीम् अवगतम्. अग्रे पठामि वा? अस्तु, प्रायः जानाति इति विषये किञ्चित् झटिति दृष्ट्वा समापयामः. श्रोता जानाति अपि तथा वा क्रियाबोधकः वा इति श्रोता पृच्छति. प्रतिपक्षी वदति सत्यं, नैयायिकाः वदन्ति यत् ज्ञा धातोः फलमात्रम् अर्थः व्यापारः न प्रतीयते इति. किन्तु अत्रापि आत्ममनसंयोगानुकूलव्यापारः इति वैयाकरणाः वदन्ति नागेशेन प्रतिपादितं. नागेशः इति नैयायिकः अस्ति, वैयाकरणः अस्ति. सः वदति जानाति इति, जानाति इति साक्षात् क्रियापदमस्ति. इदानीं ज्ञानम् इति इति पदमपि क्रियाबोधकमेव. ज्ञा धातोः प्राप्तम् इति कृत्वा तत्र आत्ममनसंयोगानुकूलव्यापारः अस्ति, तत्रापि व्यापारः इति क्रिया अस्ति इति कृत्वा तदपि क्रियाबोधकपदम् अस्ति इति. श्रोता नाम ज्ञानमपि क्रिया इति विचारः वा इति चेत् प्रतिपक्षी वदति ज्ञानं नाम ज्ञानानुकूलव्यापारः. ज्ञानं स्वयं क्रिया, जानाति इत्यनेन कर्ता ज्ञानक्रियायाः आश्रयः. यथा चैत्रः घटं जानाति इत्यस्मिन् घटविषयकज्ञानवान् चैत्रः. अत्र जानाति इत्यनेन कश्चन आत्ममनसंयोगव्यापारः इत्यस्य इङ्गितम्। यतोहि आत्ममनसोः कश्चन व्यापारः यदि नास्ति तर्हि चैत्रः न जानीयात्। जानाति इत्यस्य कथनेन आत्मनसंयोगः अङ्गीकर्तव्यः, नो चेत् ज्ञानस्य उत्पत्तिः न भवति। तदर्थम् आत्मनसंयोगः स्वीकर्तव्यः इति वैयाकरणाः वदन्ति। नाम जानाति इत्यस्य कथनेन काश्चित् क्रियां बोधयति, ज्ञानसामान्यं प्रति आत्मनसंयोगस्य कारणत्वं वदति नैयायिकाः अपि। अत्र आत्ममनविशेषः कारणमिति स्वीकर्तव्यम्। श्रोता पृच्छति ज्ञानम् इति शब्दमपि क्रियाम् एव बोधयति वा, क्रिया एव बोधयति वा इति चेत् प्रतिपक्षी वदति आम् सत्यम्, ज्ञानम् इति पदमपि क्रिया एव बोधयति। तत्र क्रिया किम् अस्ति इत्युक्ते ज्ञान अनुकूलव्यापारः अस्ति, तदेव क्रिया अस्ति इति कृत्वा तत्रापि आत्ममनसंयोग रूपव्यापारः अस्ति इति कृत्वा तत्र क्रिया ज्ञानम् इति शब्देन क्रिया एव बोध्यते। तत्र आश्रयः इति पदम् उपयुक्तमस्ति। यथा चैत्रः घटं जानाति इति वदामश्चेत् घटविषयकज्ञानवान् चैत्रः इति ज्ञानस्य आश्रयं भवति चैत्रः, तदा जानाति इत्यनेन कर्ता ज्ञानक्रियायाः आश्रयः भवति, अनेन ज्ञानम् इति क्रिया इति भवितुम् अर्हति, क्रिया इति स्वीकर्तुं शक्यते इति पर्यवसति। हा, इत्युक्ते एतत् सर्वं व्याकरणदृष्ट्या एव, इत्युक्ते व्याकरणदृष्ट्या जानाति इति यदा वदामः चेत् तत्र आत्मनसंयोग अनुकूलव्यापारः अपि च तस्य आश्रयः इति सर्वं सूचितम् इति इत्यनेन ज्ञानम् इति शब्देन तत्र क्रिया एव बोधितम् इति अपि इति वैयाकरणाः स्वीकुर्वन्ति। सत्यम्, अग्रेपि महोदय तत्र परिचयः। किन्तु ज्ञान इच्छा कृत्यर्थकधातुस्थले केवलं फलमेव प्रतीयते, व्यापारो नास्ति इति नैयायिकाः। तत्रापि काश्चन क्रिया अस्ति एव आत्ममनसंयोगव्यापारः इति वैयाकरणाः। व्यापारं विना फलं न उत्पद्यते, देवदत्तादीनां व्यापारं विना पाकक्रियाजन्यफलं न जायते, तद्वत् इच्छा अपि ज्ञानमपि केनचित् व्यापारेण भवति। इदानीं वैयाकरणनैयायिकानां मध्ये भेदः कः इति अस्मिन् परिच्छेदे उक्तमस्ति। नैयायिकानां मतं तु तत्र ज्ञान इच्छा कृति इति गुणेषु फलमेव प्रतीयते, न तु व्यापारः। व्यापारः यदा व्यापारः प्रतीयते तदा एव क्रिया इति अङ्गीकर्तुं शक्यते, अत्र तु फलमेव प्रतीयते न तु व्यापारः इति कृत्वा ज्ञानेच्छा क्रिया केवलं गुणः न तु क्रिया इति नैयायिकानां मतं। किन्तु वैयाकरणः तत्रापि किं वदन्ति इति चेत् आत्ममनस्संयोगः इति व्यापारः तत्रापि भवति, व्यापारं विना फलं यदा कदापि न उत्पद्यते। यथा देवदत्तः नास्ति, देवदत्तः इति पाचकः नास्ति नास्ति चेत् तत्र पाकक्रियाजन्यफलं न जायते, तद्वत् इच्छा इत्यस्मिन् इत्यस्यापि तत्र व्यापारः भवेत्, आत्मा इति आश्रयः भवेत्, आत्ममनसंयोगः इति व्यापारः भवेत् चेदेव तादृशफलं भवितुम् अर्हति इति कृत्वा तत्र तत्रापि क्रियायाः इङ्गितम् अस्ति इति स्वीकर्तव्यम् एव इति वैयाकरणाः वदन्ति. इत्युक्ते केवलं क्रियायाः इङ्गितम् इति न, इत्युक्ते तत् क्रिया एव इति, इत्युक्ते इच्छा इति क्रिया एव, न तु क्रियायाः फलम् इति. क्रियाफलम् अस्ति इति अपि वैयाकरणाः अङ्गीकुर्वन्ति, किन्तु तस्मिन् क्रिया अन्तर्भूतमस्ति इति कृत्वा तत्र क्रियामपि स्वीकर्तुं शक्यते, क्रियार्थमपि स्वीकर्तुं शक्यते. शक्यते इति न, क्रियार्थम् अपि अस्ति इति वैयाकरणानां मतं. तत्र केवलं फलमेव स्वीकुर्वन्ति नैयायिकाः. सत्यम्. मम विवक्षा एवम् आसीत्, नैयायिकाः केवलं फलमेव स्वीकुर्वन्ति, किन्तु वैयाकरणाः फलमपि स्वीकुर्वन्ति क्रियामपि स्वीकुर्वन्ति इति. क्रिया एव स्वीकुर्वन्ति इति नास्ति किल, क्रियायामेव तत्र अन्तर्भूतः खलु. तत्र यदा क्रियायाः अर्थः, क्रिया इत्युक्ते किम् इति वदामः चेत् तत्र तत्र व्यापारः अपि च फलं. व्यापारः इति यदा वदामः, तत्र यदा पाकस्य विषये, पच् धातोः विषये पूर्वं दृष्टवन्तः, तण्डुलवयवशैथिल्य अनुकूलव्यापारः इति. इत्युक्ते क्रिया इत्यस्मिन् आत्ममनसंयोगः अपि च तस्य फलं द्वयमपि अन्तर्भूतम्. ओ इत्युक्ते फलमिति पृथक् नास्ति. हा, इत्युक्ते तत्र किञ्चित् अन्ततो गत्वा वैयाकरणानां मतानुगुणं फलं क्रिया द्वयमपि अस्ति, किन्तु नैयायिकानां मतानुसारं केवलं प्रथमेव फलमेव तत्र तस्मिन् प्रतीयते इति. सत्यं सत्यं. हा, तत्र अन्तिमपरिच्छेदः लोके च. हा हा, लोके च बालकः इच्छति वा बालकः जानाति वा इत्यादिषु स्थलेषु भावः एवमस्ति यत् बालकः किमपि करोति किल, व्याकरणदृष्ट्या तथैव भवति, अपि च तथैव च्विप्रत्ययः यत्र यत्र भवति तत्र सर्वत्र व्याकरणदृष्ट्या क्रिया अस्त्येव, यथा पिण्डीभावः क्रिया एव इति. अन्ततो गत्वा तत्र यदा वयम् इच्छा ज्ञानम् इति वदामश्चेत् तत्र केवलं फलं नास्ति किन्तु क्रिया अपि अस्ति इति कृत्वा इदानीं च्विप्रत्ययः यत्र यत्र भवति तत्र सर्वत्र व्याकरणदृष्ट्या क्रिया अस्ति एव इति कृत्वा तदनन्तरं क्रियापदेन घञ् प्रत्ययं योजयित्वा तस्मिन्नपि क्रिया अस्ति एव इति कृत्वा अन्ततो गत्वा पिण्डीभावः इत्यस्मिन् पदेन क्रिया बोधितं भवति इति परिवसति. सत्यं सम्यक्. तर्हि किञ्चित् अधिकसमयः स्वीकृतः अद्य, क्षम्यतां. परन्तु प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः. तर्हि धन्यवादः, शुभरात्रिः. धन्यवादः. हा, धन्यवादः भगिनि, भवत्यै अपि. धन्यवादः.